अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानामेकदन्तम् उपास्महे श्रीमहागणपतये नमः। गुरवे सर्वलोकानाभीषजे भवरोगिणां निधये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे श्रीहयग्रीवमूर्तये नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ धन्यवादः भगिनी, धन्यवादः सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र विसर्गसन्धिः इति। अत्र वयं बहु किमपि अतीतवन्तः। इदानीं षष्टिः, षष्टितमे पुटे तत्र उपरि षष्ट बिन्दुः अभ्यासः अस्ति। तत्र चतुर्थ अभ्यासः पञ्चमभागः। तत्र तत्र पञ्च कृतवान् दिशः इति कृतवान्। इदानीं तत्र षड् सो विकम्पेन इति शोभगिनी करोति वा? आं महोदय, तत्र सो विकम्पेन इति पदं सिद्धं पदं दत्तं तस्य छेदः, तस्य छेदः कुर्मः चेत् सः योगः अविकम्पेन इति भवति। तर्हि सः इत्यस्य तत्र अकारात् परं विसर्गः, अपि च योगः अ इत्युक्ते अतः अति तत्र एकवारं चतुर्थसोपानं पाठसूत्रं पठामि। अतः परस्य विसर्जनीयस्य अति हसि च उत्वम् इति तत्र अतोरोरप्लुदात् अप्लुते इति सूत्रेण अप्लुतात् अतः रोः इत्युक्ते रुसम्बद्धरेफस्य स्थाने उकारादेशो भवति प्लुतभिन्न ह्रस्व अकारे परे इति। तर्हि तत्र तानि निमित्तानि पूरितानि। अतः तत्र सकारः योगः विसर्गः योगः अकारः। इदानीं तत्र विसर्गस्य रेफः आगच्छति तत्र अन्ते रेफः आगच्छति, अन्यानि कार्याणि पूर्वं भवन्ति। तस्य स्थाने, रेफस्य स्थाने इदानीम् उकारः आगच्छति तत्र हशिचा इत्यनेन। हशिचा इति अप्लुतात् अतः रोः उत् हशिचा संहितायाम् इति, इत्युक्ते तत्र हशिचा इति नास्ति, क्षम्यताम्, उत् अतोरोर् अप्लुतात् अप्लुते इति परे अकारः अस्ति इति कृत्वा तर्हि उकारः भवति। इदानीं सा योगः ऊ योगः अविकम्पेन तत्र सा इत्यस्य अकारः उकारः ओकारः भवति गुणः भूत्वा। तदनन्तरं सो अविकम्पेन तत्र पूर्वपरयोः एकादेशः अतः ओकारः किं तत्र अकार उकारयोः ओकारः। तदनन्तरं एङ्गः पदान्तात् अति इति सूत्रेण ओकारः एङ् वर्णः अस्ति अतः पदान्तात् एङ्गः अति पूर्वपरयोः एकः पूर्वः संहितायाम् इति तत्र अनुवृत्तिसहितसूत्रं। तेन तत्र पूर्वपरयोः एकादेशः भवति अतः ओ इति एव तिष्ठति। तदनन्तरं वर्णमेलनेन सोविकम्पेन इति रूपं भवति। समीचीनं भगिनी। तत्र पुस्तके अन्तिमसोपानस्य तत्र पूर्वरूपसन्धिः इति उक्तं। पूर्वरूपसन्धिः अस्तु, पूर्वपरयोः पूर्वरूप एकादेशः भवति। अकारे परे तु ततः नित्यं पूर्वरूपसन्धिः इति विशेषः. तर्हि तत् दशमाध्याये सप्तमं श्लोकम् सप्तमम् अस्तु. एतां विभूतिम् एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः सो विकम्पेन योगेन युज्यते नात्र संशयः. तर्हि तत्र द्वितीये वाक्ये सो विकम्पेन इति पदम् अस्ति, अस्माकं विसर्गसन्देहे पदम्. तर्हि एतां विभूतिम् इदानीं तत्र विभूतियोगः तस्मिन् अध्याये अस्ति एषः श्लोकः. एतां विभूतिं योगं च मम यः वेत्ति तत्त्वतः सः अविकम्पेन योगेन युज्यते न तत्र संशयः इति तत्र अर्थः भवति. इत्युक्ते वन् हू नोस् ट्रूलि दिस् मेजेस्टि अण्ड् योगा आफ् मैण्ड् ही बिकम्स् इम्ब्यूड् वित् अन्वेवरिङ्ग् योगा. देर् इस् नो डौट् अबौट् दिस् इति भवति तत्र. इत्युक्ते यः वेत्ति तत्त्वतः इत्युक्ते ट्रूलि जस्ट् एस् इट् ईस् ट्रूलि तत्त्वतः एतं विभूतिम् इत्युक्ते तत्र मेजेस्टि मेनिफेस्टेशन्स् डिवैन् मेनिफेस्टेशन्स् योगम् इत्युक्ते action iti dattam tatra my own ability to achieve iti dattam or the capacity for mystic powers the omniscience resulting from yoga that is meditation is called yoga saha yujyate he becomes imbued with avikampena unwavering yogena yoga consisting in steadfastness in perfect knowledge there is no samshayah doubt atra about this इति भगवान् वदति अर्जुनं. तत्र अविकम्पेन योगेन इति तत्र विशेषविशेषणं तादृशेन योगेन ये तिष्ठन्ति तादृशे योगे ये युज्यन्ते तर्हि तत्र ते तत्त्वतः वेत्ति एतां विभूतिं योगं च मम यः वेत्ति तत्त्वतः इति सः अविकम्पेन योगेन युज्यते नात्र संशयः. नात्र संशयः समीचीनम्. अनशेकबल् स्टेड्फास्ट्नेस् इति भवति तत्र महोदय अविकम्पेन इति नाट् वेवरिङ्ग् नाट् not getting distracted, not losing it even for a second. That kind of steadfastness. Asti chet, tada eva Bhagavan promise karoti, natra samshayaha iti. Purva. Tarhi. Samichin. Atah tatra, atra shlokasi akriti hi tatra yaha saha iti. Yaha saha. Yaha saha iti. Samichin. Dhanyavada. Asto agre veda bhagni. हा महोदय. पश्यतः योगः मुनेः तत्र विसर्गस्य पूर्वं ह्रस्वकार अस्ति, विसर्गस्य परे हश्वर्णः अस्ति, मकार हश्वर्णः अस्ति इति कारणतः तत्र भाटसूत्रे तस् चतुर्थसोपानं कार्यं करोति. तत्र चतुर्थसोपाने तत्र विसर्गस्य स्थाने उकारादेशः भवति. यदि सूत्रदृष्ट्या यदि पश्यामः चेत् तत्र पश्यतः तत्र पश्य प्लस् पश्यन् इत्युक्ते पश्यन् योगसु, परन्तु नकारस्य लोपः भूत्वा तत्र सु इत्यत्र ससजुषो रुः इत्यनेन पश्य रुः इति आयाति. तत् तत्पश्चात् रेफ अस्ति रुहु इति अस्ति तत्पश्चात् हसि च इति सूत्रेण ऐ थिङ्क् हसि च सूत्रं कार्यं करोति न किं भवति पश्यतर् योगः मुनेः पश्यतर् योगः मुनेः तत्र करवसानयोर्विसर्जनीयस्य प्रसक्तिः एव नास्ति हसि च इति सूत्रेण हसि परे ह्रस्व अकारोत्तरवर्तिन ऋकारस्य रेफस्य स्थाने उकारादेशः भवति हसि च सूत्रेण रेफस्य स्थाने उकारादेशः भवति पश्यत् योग उ योगः मुनेः तत्र तकार उकारयो मेलनेन तत्र गुणकार्यं गुणसन्धिः भवति तदेव पश्यतो योगः मुनेः इति रूपं प्राप्नुमः पश्यतो मुनेः अस्ति पश्यतो मुनेः समीचीनं पश्यतो मुनेः अस्ति भगवद्गीतायां 2.69 या निशा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः तत्र अस्ति पश्यतो मुनेः इति या निशा सर्वभूतानां तस्यां जागर्ति जागर्ति संयमी यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः किमस्ति तत्र या निशा सर्वभूतानां तस्या जागर्ति संयमी इत्युक्ते संयमी जागर्ति तस्यां जागर्ति संयमी सर्वभूतानां या निशा सर्वभूतानां तत्र प्रथमभागः अपि प्रथमभागः अपि तत्र या सा इति आकृतिः आम् आम् आम् या निशा तस्याम् इति अतः तत्र तस्याम् इति तत्र विभक्ति का तस्यां षष्टि न सः तावत् तस्यां षष्टिविभक्ति न तस्याः खलु भवत्याः ओहो ओके तस्यां तस्यां सप्तमी सप्तमीया तस्यां तस्यां सप्तमी खलु भगिनि करेक्ट् करेक्ट् या तस्यां तर्हि तस्याम् इति सप्तमी इत्युक्ते तत्र कीदृशसप्तमी भवितुम् अर्हति तत्र नाम कुत्र इत्युक्ते अधिकरणं नाम गृहं गृहे इति तादृशं भवति अत्र किं भवति तस्यां नाम तत्र या निशा निशा इत्युक्ते नैट् रात्रि हा नैट् हा निद्रासमये निशा या निशा अस्ति सर्वभूतानां नाम तत्र विभक्ति का अस्ति सर्वभूतानां षष्टि बहुवचनं हा उत्तमं तर्हि सर्वभूतानां कृते या निशा अस्ति नाम तस्मिन् समये निशासमयः अस्ति सर्वभूतानां कृते नाम निशा अस्ति किन्तु तस्मिन् समये तस्यां नाम तस्यां निशायां संयमी जागर्ति सः निद्रां न करोति किन्तु सः जागर्ति कः जागर्ति संयमी संयमी इत्युक्ते पर्सन् वित् सेल्फ् कण्ट्रोल् हा संयमी डिसिप्लिन् संयमी जागर्ति जागर्ति इति क्रियापदं तस्मिन् तस्यां समये तस्यां निशायां सः जागर्ति पुनः यस्यां यस्यां जागर्ति भूतानि हा यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः इत्युक्ते यस्यां भूतानि जागर्ति इत्युक्ते भूतानि यस्यां निद्रां न करोति सामान्यजनाः सामान्यजनाः मनुष्याः प्राणिनः सर्वं ते सर्वे जागृति स्थित्याम् अस्ति तत्र सा निशा दट् नैट् पश्यतो मुनेः दट् टैम् इस् दि रात्रि फार् द मुनिया इस् दट् लैक् समीचीनं भगिनि हा यथा तत्र या निशा सर्वभूतानाम् इति आसीत् नाम या निशा अस्ति सर्वभूतानां कृते तथा एव इदानीं तत्र जागरणसमयः सा समयः अथवा सा किं भवति सा भवति निशा कस्य कृते मुनेः मुनेः कृते तत्र पश्यतो इत्युक्ते तत्र किं भवति पश्यतो मुनेः पश्यतः मुनेः इति अस्ति पश्यतः मुनेः मुनेः तर्हि मुनेः इति विभक्ति का मुनिः मुनेः बहुवचनं मुनेः हरिवत् हरिः हरि हरेः हरिं हरि हरि हरेः मुनेः द्वितीया विभक्ति बहुवचनं न हरिन् मुनीन् ओ अच्छा अच्छा ओके ओके हरिण हरिभ्यां हरिभिः हरिणे हरिभ्यां हरिण हरिभ्यो हरेः मुनेः इत्युक्ते षष्ठी बहुवचनं वा षष्ठी एकवचनं हरेः पञ्चमे अथवा षष्ठी भवितुम् हरोः करेक्ट् हरयोः हरीणाम् उक्तं मुनेः तत्र सर्वभूतानां कृते मुनेः कृते ओके या निशा सर्वभूतानां कृते इति पूर्वमासीत् खलु तथैव तत्र जागरणसमयः अन्ये भूतानां कृते जागरणसमयः अस्ति किन्तु सा निशा अस्ति मुनेः कृते ओ ओके ओके पश्यन् पश्यन् अस्ति मुनिः पश्यन् मुनिः तस्य षष्टिविभक्ति पश्यतः मुनिः मुनेः शत्रु तत्र किं भगिनि शत्रन्तरूपं समीचीनं वा ओके सत्यं हा पश्यन् मुनिः तस्य षष्टि पश्यतः मुनेः नेः ओके ओके तत्र तस्य कृते इति अर्थे so what does that actually mean it is knight to the person who knows who cognizes the muni who cognizes the atman no but what does that conclude mahoday matlab what I mean is that gyanisa sarvabhutanam tasyam jagrati samyami samyami itukte munehe tibi munehe tibi vaktum shakyate va tatra samyami iti ah satyam satyam bhagini ha मुनेः या निशा सर्वभूतानां तस्यां जागर्ति मुनेः परन्तु यत्र भूतानि यस्यां भूतानि जागर्ति तत्र निशा मुने मुनेः पश्यते इति वा न गूढ मीनिङ्ग् ऐ डोण्ट् अण्डर्स्टाण्ड् वदति तत्र यतोहि मुनिः द मुनि नौ नोस् द रियालिटि दट् एव्रिथिङ्ग् आल् आफ् दिस् इस् हि हेस् द नालेज् दट् एव्रिथिङ्ग् देर् इस् ओन्ली ब्रह्मन् एव्रिथिङ्ग् एल्स् इस् सूपर् इम्पोसिशन् सो द मुनि वेन् एव्रिबडि इस् स्लीपिङ्ग् हि इस् जागर्ते इत्युक्ते ई स्लीपिङ्ग् इस् टेकन् एस् इग्नरेन्स् आल्सो सो इग्नरेन्स् हि हेस् conquered that ignorance so he sees the same always iti and when everyone is are awake it says that the rights and duties are enjoined only during the state of ignorance not in the state of enlightenment so during waking hours everybody is taking it as real the muni only the muni knows the sanyami knows who is following the gnana marga and who is the gnani that he always sees only brahman everywhere in everything and not what is actually being seen even though he sees it like everyone else he sees through it also and see it's only brahman with what is being seen perceived is just name and form oh okay so the from the previous sutram okay it is getting that meaning from the previous sutram दट् प्रीवियस् सूत्रं तस्माद् यस्य महाभागो निगृहीतानि सर्वशः इन्द्रियाणि इन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता तत्र बिकास् अर्जुन आस्क्स् हिम् वाट् इस् बिकास् भगवान् हेस् बीन् टीचिङ्ग् हिम् द knowledge only from the beginning yeah. and then he comes down to his level and teaches karma yoga too yeah. but now Arjuna after so many shlokas he is ready to hear the jnana jnana the one who has that knowledge he wants to know what he is like so chita prajnasya ka bhasha iti arambham karoti so then Bhagavan starts telling him what is sthita prajna is like yeah and in that in the continuation of that this shloka is also coming correct so yeah. Because in the previous shlokas he said samatvam yoga uchyate yeah. Karmani eva adhikarahate ma phaleshu kadachana samatvam do all actions with samatvam taking no ownership no fruit, desire for the fruits of the action and all that so in the continuation in that the saramcha of all that was that you are not the karta and so that is continuing here so the English meaning is the self restrained man keeps awake during that which is the night yeah that is very sankshipta rupam right. but the inner meaning is something different inner meaning is so Bhagavan says that that which for all creatures is night which being darkness by nature tamas obliterates distinctions among all things what is that that is the reality which is the supreme goal accessible to the man of steady wisdom so when nothing is being seen in the darkness that is the like the reality for the one who is the man of steady wisdom meaning in the darkness when all of this is not being perceived so it obliterates all distinctions the diversity is seen only in waking hours diversity is seen only in waking hours in deep sleep there is nothing and swapna is another world so dream world is different so dream world and the waking world is when we perceive all this in the deep sleep we don't and so here if it is taken as night being darkness so there is no distinction anymore so that is the reality which is the supreme goal accessible to the man of steady wisdom Achha. As that which verily appears as day to the nocturnal creatures is night for others similarly the reality which is the supreme goal appears to be night as it were to all unenlightened beings who are comparable to the nocturnal creatures because it is beyond the range of vision of those who are devoid of that wisdom so similarly when they are awake they see the diversity and the muni still sees the unity through all that diversity he only sees the unity that there is only Brahman in everything and Good. He does that by negating the name and the form because if you negate name and form what remains is only Brahman okay. So that is when Shankara says do neti neti he means that's what we are negating not that all of this is not real it is real when it is happening it is appearing if we are perceiving it we are experiencing it how can we negate it because it is happening but it's happening in the way that is like the waves in the ocean they are nothing but water just like the ocean but they are appearing for the time being as waves so that kind of name and form we should negate that and then only Brahman remains okay. एकवारं प्रेषितवती तत्र सः तत्र चिन्मया मिशन् न रामकृष्ण न रामकृष्ण मिशन् मध्ये तत्र न्यूयार्क् मध्ये सः अस्ति कः तत्र तत्र इदानीं तत् न शृणोमि महोदय, इदानीं शाङ्करभाष्यमेव पठामि. किन्तु यत् भवती प्रेषितवती तस्मिन् सः सः अपि तत्र वेव्स् इति वेव्स् इति वेव्स् इति अद्वैते अपि वेदान्ते बहुत्र तस्य उपयोगः भवति. तस्मिन् तदेव आसीत् तत्र. आम् आम् आम्. तत्र घटः अपि अभावः इति आसीत् इति प्रेषितवती, किन्तु तत्र अपि तत्र आल्वेज् कम् टु द शोर् एण्ड् डिसपियर्. Actually, he gave another example, Mahodaya, that in the, at the first level, before we know anything or understand, we think it is the boat and the ocean, completely separate. We are the boat and the ocean is Brahman. So, boat and ocean completely separate. And later on, it comes to no boat anymore, it is the wave and the ocean. Yeah, because now the wave itself is the ocean, just not realizing that it is the ocean itself or the water itself. It is focused on the name and the form and take identifying with it as an individual entity. Then later on at the final stage, there is no wave also. There is only ocean. Only ocean. Yeah. Uttamam udaharanam asti bhagini tatra. Hello? Am. तदेव सत्यमस्ति. नो चेत् एतत् अवगन्तुं क्लिष्टकरम् अस्ति, नाम इदानीं महोदय तत्र अरविन्द महोदयः पाठयन् अस्ति तैत्तिरीय उपनिषत्, बहु उत्तमम् अस्ति महोदय, बहु उत्तमम्, उत्तमरीत्या अपि पाठयति सः. तत्र सर्वे संशयाः अपि अपगच्छन्ति. It hammers on our head that you are that, wake up. Iti bahu samyak asti. Tari tatra, so it was for, until recently, what is this negating name and form was not quite clear, but then the idanim asti, the tatra clarity. इत्युक्ते तत्र जस्ट् लैक् द नेम् अण्ड् फार्म् आफ् द वेव् इति अस्माकमपि नेम् अण्ड् फार्म्, किन्तु ब्रह्मनेव अस्ति सर्वत्र, नेम् अण्ड् फार्म् अपियर्. सो बिहैण्ड् देम् इट् इस् नाट् लैक् म्याजिक्, इट्स् लैक् वेन् यु रिमूव् द नेम् अण्ड् फार्म्, इट्स् नाट् लैक् नथिङ्ग् रिमेन्स्, नो, ब्रह्मन् रिमेन्स्. आम्, तर्हि उत्तमम् अस्ति महोदय रियालिटि. For me, it is too philosophical. I cannot get there. I feel somehow. Yeah. Once I listened to Dayanand Saraswati Swami's message, lecture in New York, and it was way beyond my thing. So I had to leave because I could beginning, not. In the beginning, it feels that way, Bhagini. Bhagini. देशे ते वदन्ति नाम यदि कोऽपि तत्र केमिस्ट्रि ज्ञातुम् इच्छति अथवा फिजिक्स् ज्ञातुम् इच्छति अथवा एकनामिक्स् तत्र वाल् स्ट्रीट् मध्ये कार्यं कर्तुम् इच्छति सः किम् अहम् इच्छामि कार्यं कर्तुं वाल् स्ट्रीट् मध्ये अतः अहं तत्र गच्छामि इति भवति वा न नाम बहु किमपि अपेक्षितमस्ति परन्तु प्रयासं श्रमः न प्रयासः श्रमः तत्र दीर्घकालप्रयासः खलु नाम दश पञ्चवर्षः दशवर्षः तदनन्तरं तत्र तादृशै तत्र किं ज्ञानं भवति अपि अनुभवः भवति तदा एव तत्र कार्यं कर्तुं शक्नुमः तत्र केमिस्ट्रि अवगन्तुं शक्नुमः अतः आरम्भे न किमपि अपि एतत् एषः विषयः तु केमिस्ट्रि फिजिक्स् एकनामिक्स् तस्मात् परः अस्ति खलु बियाण्ड् अतः तत्र बहुकालप्रयासः एकेन जन्मेन भवति इति अपि नास्ति खलु अस्तु अतः सर्व तत्र अस्माकं प्रार्थना नाम अनेकजनानां प्रार्थना अस्ति तत्र सर्वेषु जन्मसु तत्र अग्रे गन्तुं तत्र मार्गः भवतु, तत्र वयं प्रयासं कुर्मः, अस्मिन् जन्मे अपि अग्रिमे जन्मनि अपि तत्र प्रयासं करोमि, तत्र एतद् एतस्य प्राप्तेः इति. Krishna says nothing is wasted, bhagini. No effort is wasted. It continues. You get to keep all the progress and continue again in the next janma. अतः तत्र चिन्ता मास्तु, तत्र प्रयासं कुर्मः तावदेव. सत्यं महोदय, सत्यं. तत्र एकम् अहं केवलं वदामि, तत्र जनद्वयम् अस्ति, तत्र एकः मुनिः अस्ति, अन्यः भक्तः अस्ति. तत्र भिन्नः विषयः, किन्तु मम मनसि आगतम् इति कृत्वा वदामि. तत्र मुनिः तत्र बहुकालं तत्र जपं करोति, तत्र ध्यानं करोति, बहु किमपि कुर्वन् अस्ति. भक्तः तत्र भगवतः नामानि तत्र भजन् अस्ति. तत्र नारदमुनिः आगत्य वदति, तत्र पश्यतु, तत्र मुनिः तत्र भगवान् सन्तुष्टः अस्ति. पञ्चाशत् जन्मानाम् अनन्तरं, पञ्चाशत् जन्मानाम् अनन्तरं तत्र भवान् तत्र मुक्तः भवति. तत्र मुनिः वदति, तत्र किम् अहम् एतादृशं बहु क्लिष्टं ध्यानम् एतत् सर्वं करोमि, परन्तु तत्र पञ्चाशत् जन्मानि अवशिष्टानि वा इति सः चिन्तयति. अस्तु, तत्र अपि नारदमुनिः तत्र भक्तः यः अस्ति तस्य समीपे गच्छति, तत्रापि वदति भगवान् सन्तुष्टः अस्ति, तत्र पञ्चाशत् जन्मानाम् अनन्तरं भवान् मुक्तः भवति इति वा, तत्र अहं भगवान् सन्तुष्टः अस्ति वा इति तस्मिन्नेव समये सः मुक्तः भवति. ओ, नाम अस्माकं प्रयासः भवेत्, किन्तु एतादृशं प्रयासम् अहं कृतवान् एतत् सर्वम् अस्माकं मनसि मास्तु. केवलं प्रयासः एव अपेक्षितः, केवलं प्रयासं करणीयं, कार्यस्य फलम् इति तत् कदा भवति इति तस्मिन् विषये चिन्ता मास्तु. मास्तु, यदा भवति तदा भवति, तावदेव. अस्तु महोदय, समीचीनम्. अतः तत्र केवलं प्रयासं कुर्मः. करेक्ट्. अस्तु, अस्तु, समीचीनं. अग्रे तर्हि तत्र शुभभगिनी भवति एव अग्रे. आम् महोदय. हा, सर्वतः सर्वतो क्षिरि किं सर्वतो क्षिरिरोमुखं अक्षिशिरोमुखं सर्वतः अक्षिशिरोमुखं तु सर्वतोक्षिशिरोमुखम् इति भवति. हा, तत्रापि सर्वतः योगः अक्षि अक्षिमुखम् अक्षि अक्षिरोमुखं तर्हि अक्षिशिरोमुखं क्षम्यताम् अक्षिशिरोमुखं तर्हि पुनः विसर्गात् प्राक् अकारः विसर्गात् परम् अकारः अतः अति अतः तत्र अतोरोरप्लुदात् अप्लुते इत्यनेन रेपस्य स्थाने उत्त्वं भवति. तर्हि सर्वता योगः उ तदनन्त अकार ओकारयोः ओकारः गुणः सर्वतो अपि च तदनन्तरम् ओकार अकारयोः पूर्वरूप एकादेशः अतः सर्वतो इति एव तिष्ठति अकारः अपगच्छति तेन सर्वतोक्षिरोमुखं सर्वतोक्षिरोमुखं क्षि सर्वतोक्षिशिरोमुखम् इति भवति. अपि च द्वादश त्रयोदश अध्याये त्रयोदश अध्याये त्रयोदश अस्तु. तर्हि श्लोकं किम् अस्ति, सर्वत सर्वतपाणिपादं तत् सर्वतोक्षिरो सर्वतोक्षिशिरोमुखं सर्वतश्रुतिमल्लोके सर्वमावृत्य तिष्ठति इति इदानीम् अध्यायः अस्ति क्षेत्रक्षेत्रज्ञविभागयोगः. तर्हि इदानीम् अस्मिन् श्लोके दट् नोवबल् विच् हेस् हेण्ड्स् अण्ड् फीट् एव्रिवेर् विच् हेस् ऐस् हेड्स् अण्ड् मौत्स् एव्रिवेर् विच् हेस् इयर्स् एव्रिवेर् एक्सिस्ट् इन् क्रीचर्स् बै पर्वेडिङ्ग् देम् आल् इति अर्थः. इत्युक्ते तत्र सर्वतः पाणिपादं सर्व विच् सर्वतः हेण्ड्स् अण्ड् फीट् सर्वतः अक्षि इति ऐस् शिरो शिरः अमुख शिरः अमुखं शिरः मुखं प्रायशः शिरो इति अस्ति अतः शिरः मुखं शिरो भवति खलु हसि उत्तमं तत्र विसर्गसन्धि एव. तर्हि तत्र सर्वत्र शिरः शिरस् इति अस्ति शिरस् सः किं भवति तत्र मनः मनसि मनांसि मन शिरांसि प्रायशः खलु महोदय शिरः शिरस् बहुवचने तर्हि अक्षूंषि शिरांसि अपि च मौत् इति तत्र किमस्ति मुखानि सर्वत्र अपि च श्रोत्रम् अपि इत्युक्ते सर्वतः श्रुतिः अपि श्रुतिमत् लोके इत्युक्ते विच् हेस् इयर्स् एव्रिवेर् एक्सिस्ट् इन् क्रीचर्स् बै पर्वेडिङ्ग् देम् आल् सर्वम् आवृत्य तिष्ठति किं तत् इत्युक्ते तत् इत्युक्ते तत्र पुनः ब्रह्मन् इति एव भवति सर्वम् आवृत्य तिष्ठति इति अस्ति तत्र. भगिनि तत्र अक्षि भवति तत्र बहुवचनं किम् उक्तवती ऐस् सर्वत्र इति दत्तं तत्र अक्षिणः रैट् अक्षिणः वा नाम शिरांसि शिरांसि इति समीचीनं शिरस् शिरांसः इति मन्ये अक्षि अक्षूषि इति उक्तवती वा इति प्रातिपदिकम् अक्षिन् वा भ्रमः अस्ति अतः तत्र अक्षि इति तत्र सर्वतः अक्षि इति एव अस्ति आमाम् अक्षि किन्तु तत्र प्रातिपदिकं न जानामि अतः प्रातिपदिकं दृष्ट्वा मन्ये वन् सेकेण्ड् लेट् मी लुक् ऐ थिङ्क् इट् टेक्स् सो लाङ्ग् टैम् समटैम्स् अक्षिन् अक्षि इति अक्षि एव अस्ति भगिनि अक्षि एव प्रातिपदिकम् अक्षि नास्ति अक्षि तर्हि अक्षि अक्षिणी अक्षीणि अक्षु नपुंसकलिङ्गम् अक्षि अक्षि अक्षिणी अक्षीणि तर्हि अक्षीणि इति भवति तत्र ओके अस्तु अत एव तत्र मम भ्रमः आसीत् तत्र सम्यक्तया न ज्ञातवान् सम्यक् एव महोदय अक्षीणी इति भवति शिरांसि अक्षीणी अपि च श्रोत्रम् इति भवेत् खलु तत्र किन्तु तत्र श्रुतिमत् इति श्रोत्रेन्द्रियं तत्र किन्तु अत्र श्रुतिमत् इति उक्तं श्रुतिमत् मम श्रुतिमान् इति श्रुतिमान् लोके अतः श्रुतिमत् लोके तिष्ठति इति तर्हि श्रुतिमान् इत्युक्ते तत्र तत्र यतोहि तत्र समस्तपदमस्ति प्रातिपदिकं स्वीकृतं श्रुति इति श्रुतिमान् एव श्रुतिमान् यस्य श्रुतिः अस्ति सः श्रुतिमान् तावदेव तावदेव तत्र प्रातिपदिकं श्रुतिमत् तदनन्तरं श्रुतिमत् योगः लोके श्रुतिमल्लोके इति इत्युक्ते सः एव सर्वम् इत्युक्ते दट् नालेज् इति तत्र ब्रह्मन् इति स्वीकुर्मः आत्मा इति स्वीकुर्मः चेत् तस्य सर्वतः पाणिपादं सर्वतः अक्षिणी सर्वतः शिरांसि सर्वतः मुखानि सर्वतः श्रुति मान् अपि अस्ति लोके सर्वम् आवृत्य तिष्ठति एतत् अवगच्छामश्चेत् तर्हि तत्र वयं कर्ता न इति अपि अवगच्छामः, यतोहि तत्र वयं चिन्तयामः अहं शृणोमि किन्तु तत्र परब्रह्म एव शृणोति खलु, सः एव तत्र चरति सर्वं तत्र सः एव करोति, सः एव करोति, अन्यत्र अपि वदति पश्यन् शृण्वन् जिघ्रन् स्पृशन् न किञ्चित् करोमि इति तत्त्ववित् मन्येत इति. अत्र अन्ते दत्तं महोदय, वित् दिस् पर्पस् इन् व्यू दट् एस् अ रिसल्ट् आफ् द सूपर् इम्पोसिशन् आफ् द आर्गन्स् लैक् हेण्ड्स् फीट् एट्सेट्रा विच् आर् अड्जङ्क्ट्, देर् मे नाट् बि द मिस्कन्सेप्शन् दट् द नालेज् इस् पोसेस्ड् आफ् देम्, सो नाट् इट् डस् नाट् पोसेस् आफ् देम् बट् सूपर् इम्पोसिशन् इति आन् हिम्, दट् इस् द अर्थ आफ् दिस् श्लोक इति दत्तमस्ति अन्ते. समीचीनं उत्तमं, बहु किमपि अस्ति अत्र. आमां क्षेत्रक्षेत्रज्ञ विभागः योगः योगः क्षेत्रक्षेत्रज्ञ विष्णुसहस्रनामे अस्ति क्षेत्रं क्षेत्रज्ञ विभाग एव महोदय, क्षेत्रक्षेत्रज्ञ विभागयोगः विभागयोगः इत्युक्ते तत्र विभागः भवति खलु, अविभक्तं सत्यपि विभक्तम् इव दृश्यते इति अन्यत्र अपि वदति भगवान्, अविभक्तम् अस्ति किन्तु विभक्तम् इव दृश्यते तदेव विभागः, किन्तु सः विभागः केवलं सूपर् इम्पोस्ड् इति. समीचीनं भगिनि, ध्यायतः योगः विषयान् तत्रापि पश्यतः योगमुनेः सः हसि च इत्यनेन उत्वं भूत्वा ध्यायतो विषयान् इति आयाति रूपं ध्यायतो रूप आम् अतोरो रूपला सर्व प्रथमतया सचशुषो रुः इत्यनेन ऋकार अतो रो रुप्लुलात् रुप्लुतात् तस्य अनुवृत्तिः अस्ति हसि च इति सूत्रेण, हसति कारणतः अस्ति अतो रो रुप्लुलात् अप्लुते ह्रस्वाकारपरे, परन्तु हश्वर्णपरे हसि च सूत्रं कार्यं करोति, परन्तु तस्य कार्यम् अतो रो रुप्लुलात् सूत्रं किं करोति तदेव कार्यं हसि च अपि करोति, तदेव तत्र उत्वं भवति विसर्गस्य स्थाने, तदेव अकार उकार सन्धिं कृत्वा ओकार भवति ध्यायतो विषयान् इति रूपं प्राप्तं. तत्र 2.62 2.69 पठितवती, नौ 2.62 ध्यायतो सङ्गस्तेषु उपजायते सञ्जायते कामः, कामात् क्रोधोऽभिजायते. अनदर् नेक्स्ट् सूत्रम् आल्सो इस् इन्क्लूडेड्, क्रोधात् भवति सम्मोहः, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशो, बुद्धिनाशात् प्रणश्यति. तत्र पञ्चमी विभक्ति अस्ति तत्र सर्वत्र, ध्यायतः ध्यायतो विषयान् पुंसः, ध्यायतः विषयान् कः ध्यायतः, पुंसः ध्यायतः विषयान् ध्यायतः, सङ्गः तेषु तेषु उपजायते. ऐ हाव् द मीनिङ्ग् इन् इङ्ग्लिश्, लेट् मी रीड् दट्. द मेन् हू ब्रूड्स् ओवर् द आब्जेक्ट्स् आफ् द सेन्सस् द मेन् हू ब्रूड्स् ओवर् द आब्जेक्ट्स् आफ् द सेन्सस् ही डेवलप्स् अटाच्मेण्ट् फर् ओ सङ्गः तेषु उपजायते. ओके ओके, सो ही गेट्स् अटाच्मेण्ट् टु दट् दोस् वट् एवर् आब्जेक्ट् दट् ही गेट्स् अटाच् टु दट्. सङ्गात् सञ्जायते कामः, फ्रम् द अटाच्मेण्ट् डिसायर् डेवलप्स्, अण्ड् कामात् क्रोधोऽभिजायते, अण्ड् फ्रम् दि डिसायर् द क्रोधं दि एङ्गर् आल्सो डेवलप्स्, अण्ड् देन् क्रोधात् भवति सम्मोहः, फ्रम् क्रोध you get sammohah itukte delusion, and sammohat smriti vibhramah, from the sammohah, that from the delusion you get smriti vibhrama itte your brain gets confused, your memory gets confused, and smriti bhramshat buddhi nasho, from the smriti bhramsha buddhi nasha bhavati, the loss of what called buddhi, that you lose the from the confusion of the memory, you loss of reason happening, and then vidinashat pranashyati, and from the from that from the loss of the reason, he goes to complete ruin, he is completely destroyed. Pranashyati itte completely. So what happens is, one from another, everything keeps developing. So first of all, he gets the man who broods over the objects of the senses, indriyani, he develops attachment, he develops an attachment, and from the attachment develops kamaha, then krodaha, then sammohaha, then smriti vibhramaha, and then buddhi nashaha, and finally everything, entire thing nashyati iti etat vadati iti manye. तदेव अस्ति भगिनि, समीचीनम्, उत्तममस्ति भगिनि. भगिनि तस्य विषये तदेव गूढार्थः भगिनि, दट् सङ्गत्वम् ईस् वाट् वी नीड् टु गेट् डोण्ट् गेट् अटाच् टु एनिथिङ्ग् ईस् द गूढार्थ देर् तदेव बहुत्र वदति. भगवान् इस् टेलिङ्ग् अर्जुन डोण्ट् गेट् अटाच् दिस् इस् मै मामा, दिस् इस् मै ग्राण्ड् फादर्, दिस् इस् सो अण्ड् सो लैक् एनिथिङ्ग् हि सेस् एनिथिङ्ग् अण्ड् एव्रिथिङ्ग् द थिङ्ग्स् दट् यु विल् डेवलप् अण्ड् योर् एण्ड् फैनली यु विल् एण्ड् अप् कम्प्लीट्लि डिस्ट्राय्ड् यु विल् गेट् डिस्ट्राय्ड् न वाट् वाट् वास् दट् sorry no I'm saying Bhagwan is advising Arjuna, don't get attached to all these people, you know, he is worried about all the people, that's what I'm thinking. But he does not mean as people as such, objects, Indriya. anything that is in the material world. Okay, vishayah okay. Means material world, objects okay. of the world are material things, so anything, do not get attached. Because that is when the sangaha happens, then kama happens, desire, expectations, and then when they are not met, krodaha bhavati, correct, then sammohaha, then smriti vibhramaha. So so the first line itself he said sangaha jayate, so he has been saying up to this point already, do not be attached to anything, correct, so just do your karma. Okay. Very easily said, but very difficult to follow, but we have to try. Okay. Then we have to tell ourselves repeatedly all these things. Yes. Keep on telling ourselves that don't get attached like that. So I know it is difficult, but we have to. It's doable. Otherwise, you would not have told us. My father used to say that after age of 40 you should start getting detached, and but when he got old, when he was in 80s, he was he got so attached, he became so emotional, he used to cry and all. So I used to wonder, is this the same father who used to tell us that by the age of 40 you should be detached, and look at him now. So it's very, like as you rightly said, it's very easy to say but very hard to practice. It takes time, definitely. That Bhagavan says that too. It's, you know, beginning it's very hard. It will take time, but you can do it. Yeah, correct. Chalo. Next one. Kutastaha yogaha aksharaha tatrapi tadeva ataha ati. Ataha idanim tatra ati eva utvam. Ataha ati utvam. Correct. Harsh nasti. तर्हि अतोरोर् अप्लुदात् अप्लुते इति सूत्रेण उकारादेशः, रेपस्य उकारादेशः. तर्हि कूटस्थयोगः उ कूटस्थो भवति, तदनन्तरं पूर्वपरप्रयोः एकादेशः ओकार अकारयोः, अतः तत्र कूटस्थो एव तिष्ठति. अक्षरः इत्यस्य अकारस्य पूर्वरूप एकादशः अतः इदानीं नास्ति तत्र कूटस्थोऽक्षरः व्यङ्गः पदान्तात् अति इत्यनेन हा पूर्वम् उक्तवती खलु अतः पुनः न उक्तवती तर्हि वर्णमेलनेन कूटस्थोऽक्षरः इति भवति 15.16 The yoga of the supreme person. Purushottama yoga. Okay. 16.16 khalu. Ha tarhi tatra ka kim vadati karmanah sukrutasyahu. No dvavimam loke. ekshanam tarhi 15. Oh, I mean 14. Kshamatam. 15 in yoga 16 हा द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते इत्युक्ते द्वौ इमौ पुरुषौ लोके क्षरः अक्षर एव च क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते हा तर्हि अस्माकं पदं किमस्ति तत्र कूटस्थोऽक्षर तत्र अस्ति सर्वाणि क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते देर् आर् दीस् टु पर्सन्स् इन् द वर्ल्ड् द म्यूटबल् अण्ड् द इम्यूटबल् द म्यूटबल् कन्सिस्ट् आफ् आल् बीयिङ्ग्स् The one existing as Maya is called the immutable. So, tarhi, tadanantaram, who are these, okay. Kinchit pathami tatra. There are these grouped, two groups separately, persons, loke in the world. Mutable, one group consists of the perishable, the other person is the aksharaha, immutable, opposite, the power of God, called Maya, the power of God, called Maya, which is the seed of the origin of the person called the mutable, that which is the receptacle of the impressions of desires, actions, and etc. of countless transmigrating creatures, is called the immutable person. Who are those persons? The Lord himself gives the answer, ksharaha, the mutable, consists of Sarvani Bhutani, all things. That is the totality of all mutable things. Apicha Kutastaha is the one existing as Maya. Kuta means a heap. Kutastaha is what exists like a heap. Or Kuta is Maya, deception, falsehood, crookedness, which are synonyms. That which exists in the diverse forms of Maya, etc., is the Kutastaha. It is Uchyate. Called the Aksharaha, immutable, because owing to the countless seeds of worldly existence, it does not perish. So the Maya never perishes, it's eternal. It always has the bijas to keep on recreating. So that's Can what... Can we say it is the Atma? Can we say it is the Atma? Maya is not the Atma. Is not Atma? Okay, in one way, everything is Atma. Everything is Brahman. Because nothing can exist with other than Brahman. So that everything is Brahman, but Maya is a power of Brahman. He is also Maya. He himself is everything also. But for the sake of explanation, Maya is that it is also called avidya, agnana, ignorance. Thinking that we are not Brahman and this body is Maya. That is Maya. Thinking that even though we are also Brahman, thinking, limiting ourselves to this body is the ignorance, Maya. That is what Maya is. Not seeing the reality is Maya. And taking this to be real is Maya. So thinking we are these bodies and this diversity is real, that is Maya. That is that Ajnana. So that is why they say when the jnana comes, ajnana goes away. Like turning the light on in a dark room. only gnana can get rid of ajnana, and that gnana is knowing that we are brahman. That's what it is. That's what is said in the Upanishads. Okay. Okay. So next patami va. Astu bhagini patatu bhagini. अधो लिखिते श्लोकं पदच्छेदं कुरुत श्लोकं च तम् अवलम्ब्य यथोदाहरणं रिक्तस्थाना स्थलानि पूरयत श्रेयो हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानं विशिष्यते ध्यानात् कर्म फलत्याग त्यागः त्यागात् शान्तिरनन्तरं शान्तिः अनन्तरम् ओके श्रो अधोलिखे श्लोके पदच्छेदं कुरुत श्रेयः हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानं विशिष्यते ध्यानात् कर्मफलत्यागः ध्यानात् कर्मफलत्यागः त्यागात् शान्तिः अनन्तरम् इति तत् पदच्छेदमस्ति भगिनी. द्वितीयभागः ज्ञानात् ज्ञानात् कर्मफलत्यागः कर्मफलत्यागः त्यागात् शान्तिः शान्तिः शान्तिः अनन्तरम् अनन्तरं समीचीनं. कस्मात् किं कीदृशं भवति उदाहरणम् अभ्यासात् ज्ञानं श्रेयः अभ्यासात् कस्मात् किं ज्ञानं कीदृशं भवति श्रेयः भवति. अस्तु तत्र ज्ञानम् अभ्यासात् ज्ञानात् ध्यानं विशिष्यते ज्ञानात् ध्यानं विशिष्यते इति तत्र नम्बर् टु. तर्हि तत्र किम् उत्तमं तत्र ज्ञानम् अपि अभ्यासं तयोः मध्ये किम् उत्तमम्? अभ्यासात् ज्ञानं श्रेयः ज्ञानात् ध्यानं श्रेयः श्रेयः समीचीनं समीचीनं. ध्यानात् कर्मफलत्यागः श्रेष्ठः ध्यानात् कर्मफलत्यागः विशिष्यते अण्ड् त्यागात् शान्तिः विशिष्यते. न तत्र न अत्र प्रायश त्यागात् इदानीं शान्तिः विशिष्यते इति नास्ति शान्तिः अनन्तरं नाम अन्तरं विना अनन्तरम् अन्तरं नाम तत्र मध्ये विरामः इति अस्ति खलु तत्र तादृशं नास्ति अनन्तरं नाम अन्डिवैडेड् अनन्तरं शान्तिः पुस्तके दत्तं महोदय तत्र गीता न किन्तु द्वितीयभागे विशिष्यते इति नास्ति तत्र तत्र किं भवति तत्र त्यागात् तत्र शान्तिः अनन्तरं शान्तिः नाम तत्र अन्डिवैडेड् पीस् अनन्तरं तत्र कारणपञ्चमी त्यागात् एकवारं तत्र किम् उक्तं तत् पठतु भगिनि. आङ्ग्लभाषायाम् अस्ति चेत् अपि पठतु कुत्र ओ ओके वा ओके 12.12 बेटर् इण्डीड् इस् नालेज् देन् प्राक्टिस् विदौट् प्रापर् इन्सैट् बेटर् देन् नालेज् इस् मेडिटेशन् ध्यानात् ध्यानं सुपीरियर् टु मेडिटेशन् इस् रेनन्सियेशन् आफ् द फ्रूट्स् आफ् आक्षन् ध्यानात् कर्मफलत्यागः फ्रम् रिनन्सियेशन् वन् अटेन्स् पीस् इमीडियट्लि अनन्तरम् इमीडियट्लि अनन्तरं नास्ति क्षम्यताम् ऐ वास् थिङ्किङ्ग् अन्डिवैडेड् बट् इमीडियट्लि अनन्तरं फ्रम् रिनन्सियेशन् वन् अटेन्स् पीस् इमीडियट्लि उत्तमम् ओके ओके अस्तु अग्रे शोभा भगिनी पठति वा. तर्हि पदच्छेदं कुरुत निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् इति. तर्हि तत्र निर्द्वन्द्वः योगः नित्यसत्त्वस्थः योगः निर्योगक्षेमः योगः आत्मवान्. तत्र पुनः निर्द्वन्द्वः अकारात् परं विसर्गः, तर्हि अतः इदानीं हषि च तत्र अग्रिमपदं नी इत्यस्य हा नकार नकारात् आरभते, अतः अतः अति हषि उत्तमं, तत्र हषि च इत्यनेन उत्तमं भवति रेफस्य स्थाने. तर्हि निर्द्वन्द्वयोगः उ निर्द्वन्द्वो इति भवति. इदानीं नित्यसत्त्वस्थः योगः निर्योगक्षेमः, तत्रापि तदेव अकारः परवर्णः हर्ष्वर्णः, हर्षि च इत्यनेन उत्त्वम्, अतः नित्यसत्त्वस्थो इति भवति. तदेव कार्यं तत्रापि अकार उकारयोः ओकारः भवति. अनन्तरं निर्योगक्षेमः तत्रापि अतः परम् इदानीम् आकारः, अतः परः आकारः, तत्र किं भवति, विसर्गलोपः भवति वा तत्र? आतः न अतः किं किम् अस्ति एकक्षणं, आचिलोपः, आचिलोपः इत्युक्ते आति इचि लोपः, तत्र सूत्रं द्रष्टव्यम्, आति इचि किन्तु आति इचि लोपः, आति अस्ति इदानीम् अतः लोपः भवति. तर्हि निर्द्वन्द्वः योगः नित्यसत्त्वस्थः, तत्र ओकारः, नित्यसत्त्वस्थः योगः निर्योगक्षेमः, तत्रापि ओकारः, निर्योगक्षेमः योगः आत्मवान्, तत्र लोपः एव, अतः अन्तिमरूपं निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् इति भवति रूपम्. हा इदानीं द्वितीयाध्याये पञ्चचत्वारिंशत्तमं सूत्रम् अस्तु, 2.45 ओके, त्रैगुण्यविषय अस्तु. हा त्रैगुण्य त्रैगुण्यविषयाद् वेदा निस्त्रैगुण्यो भवार्जुन, निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् इति. तर्हि तत्र अस्माकं वाक्यमस्ति निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् इति. आम् इत्युक्ते तत्र भगवान् वदति वेदाः त्रैगुण्यविषयाः इत्युक्ते ते वर्ल्डि मेटीरियल् विषये पाठयन्ति इति, रैट्स् अण्ड् ड्यूटीस्. अस्तु तत्र एकवारं पठामि. ओ अर्जुन, द वेदास् हेव् द त्री क्वालिटीस् एस् देर् आब्जेक्ट्स्. यु बिकम् फ्री फ्रम् वर्ल्ड्लीनेस्, फ्री फ्रम् द पेर्स् आफ् ड्युआलिटी, एवर् पाय्स्ड् इन् द क्वालिटी आफ् सत्त्व, वितौट् डिसैर् फार् अक्विजिशन् अण्ड् प्रोटेक्षन् अण्ड् सेल्फ् कलेक्टेड्. तर्हि तत्र to those who are thus devoid of discriminating wisdom, who indulge in pleasures, O Arjuna, the Vedas have the three qualities as their object, three gunas, worldly life as the object to be revealed, but you become nistray gunyaha, free from the three qualities, that is, free from desires. Be nirdvandvaha, free from the pairs of duality. By the word dvandva, duality are meant the conflicting pairs which are the causes of happiness and sorrow. You become free from them. Purvam vadati, samadukha sukhe iti sarvam tatra, pairs of opposites. Sometimes they give pleasure, sometimes they give pain iti purvam vadati. You become nitya sattvastaha, ever poised in the quality of sattva, and so also, निर्योगक्षेमः, वितौट् डिसैर् फार् अक्विजिशन् अण्ड् प्रोटेक्षन्. तत्र योगः इत्युक्ते अक्विजिशन्, क्षेमः इत्युक्ते प्रोटेक्षन् इति भवति. तर्हि तत्र निर्योग डिसैर् गिव् अप् द डिसैर् फार् बोत् अक्विजिशन् अण्ड् प्रोटेक्षन्. योगा मीन्स् अक्विजिशन् आफ् वाट् वन् हेस् नाट् अण्ड् क्षेम मीन्स् द प्रोटेक्षन् आफ् वाट् वन् हेस् निर्योगक्षे. तर्हि योगक्षेम निर्योगक्षेमः भवतु इति वदति. फर् वन् हू हेस् अक्विजिशन् अण्ड् प्रोटेक्षन् फोर् मोस्ट् इन् इस् मैण्ड्, इट् इस् डिफिकल्ट् टु सीक् लिबरेशन्. हेन्स् यु बी फ्री फ्रम् अक्विजिशन् अण्ड् प्रोटेक्षन् अण्ड् आल्सो बी आत्मवान् सेल्फ् कलेक्टेड्. अत्र आत्मवान् मीन्स् self-collected, vigilant to all this that is happening around you. This is the advice given to you while you are engaged in your own duty. So this after telling him the other shlokas. So here he is talking about Vedas also. That karma kanda is for rights and duties. And then that is until one is ready for jnana marga. Eta sarvam vadati astu. And this is why he talks about pushpitam vacham, yam imam pushpitam vacham. There are people who think karma kanda is all there is to know in Vedas. And it is only for enjoying both here and then attaining to swarga. That's all there is. There is no such thing moksha as anything like that. They vadanti. So that they are called pushpitam vacham ye vadanti iti. Tadapi asti tatra yam imam pushpitam vacham pravadanti avipashchitaha ityukte non-discriminating ones vedavada rataha te jananti sarvam yat vede asti vedeshu asti vedavada rataha partha those who are engaged in studying the karma kanda nanyadasti iti vadinaha kamatmanaha swarga paraha only with swarga as their goal janma karma phala pradam. So they do the duties that keeps on producing the karma phala, which is janma. Janma itself is karma phala. Kriya vishesha bahulam bhogaishwarya gatim prati. So they talk much about the kriya vishesha bahulam and bhogaishwaryam gatim prati, that takes them towards bhoga and aishwarya. Iti uktva, then he has come to traigunya vishayaha. Uttamavini, ha. Nirdvandva nitya sattvastaha niryoga kshema atmavan. Samichana. Asu, Vedamarnika. Deepo nivatastho na. Deepaha. निवातस्थः न तत्रापि तदेव विसर्गस्य पूर्वं हसि च इति सूत्रं तत् कार्यं करोति. प्रथमतया ससजुषोरुः, तत्पश्चात् रु आयाति, रेफ आयाति ससजुषोरुः रूप, अण्ड् देन् हसि च इत्यनेन रेफस्य स्थाने उकारायादि उकारादेशः भवति. दीप प्लस् उ दी तत्र गुणका आद्गुण अतोगुणे इति सूत्रेण गुण अतोगुणे वा आद्गुणः तत्र आद्गुणः इति सूत्रेण दीपो इति ओकार भवति. दीपो निवातस्थः न तत्रापि हसि च इत्यनेन तत्रापि ऊकार भवति. सो निवातस्थो इति रूपमायाति न दीपो निवातस्थो न. षष्ठमे अध्याये ऊनविंशतितमं सूत्रं 19. यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता योगिनो यत चित्तस्य युञ्जतो योगमात्मनः युञ्जतः योग युञ्जतो योग आत्मनः तत्रापि भवति. अण्ड् अकार्डिङ्ग् टु अवर् एक्साम्पल् दीपो निवातस्थो न ईङ्गते सोपमा स्मृता ईङ्गते न ईङ्गते इति ओके तत्र सन्धिकार्यं भूत्वा नेङ्गते इति रूपमायाति. यथा दीपो निवातस्थो इत्युक्ते निवातः इत्युक्ते यत्र वायु नास्ति. सो यत्र दीपः I'll read the meaning in English. Yatra deepaha, as a lamp placed in a windless pot, does not flicker. Nengate, na ingate, sopama smrita, does not flicker, is the simile used for a yogi, yoginaga, of subdued mind. Yata चित्तस्य यत चित्तस्य योगिनः सब्ड्यूड् मैण्ड् युञ्जतो योग हु इस् प्राक्टिसिङ्ग् टु युनैट् इन् योग योगम् आत्मनः योग आत्मनः योगा वित् द सेल्फ् वट् डस् दट् मीन् योगा वित् द सेल्फ् मीन्स् टु कण्ट्रोल् कण्ट्रोल् योर् सेल्फ् practicing concentration concentration on the self oh concentration on self acha so like a deepa if you place in a build a spot it does not flicker same thing a yogi with subdued mind yata chittasya who is practicing to unite in yoga with the self I didn't get it. What does that mean? No, here it just means concentration. Yoga has a lot of different meanings in Bhagavad Gita. Okay. So here about the dhyanam he is saying about? Concentration. Okay. Mm-hmm. Okay. So, saha yogi tatra tadrusham yada dhyanam karoti tatra sadharanatya tatra kim manaha iti chanchalaha asti kalu? मनः तत्र वदन्ति खलु तत्र एक एकत्र न तिष्ठति इतस्ततः गच्छति खलु मनोवेगः तत्र अतिवेगः अस्ति खलु मनः नाम एकक्षणे इतः तत्र वयं भारतदेशे स्मः चन्द्रे स्मः कुत्र इत्र अतः तत्र मनसः वेगः अतीवः अस्ति हा किन्तु तत्र योगः यदा ध्यानं करोति तत्र किमपि तत्र मनः एकस्मिन् स्थले भवति तत्र यथा तत्र दीपः न मनः स्थिर भवति स्थिर भवेत् स्थिर भवेत् यथा तत्र दीपः यत्र तत्र वातः नास्ति नाम वायुः तत्र नास्ति वायुः अस्ति किन्तु वातः नास्ति नाम तत्र विण्ड् हा तत्र वायु इत्युक्ते एर् इति चिन्तयामस्ति तदस्ति किन्तु विण्ड् नास्ति तत्र दीपः स्थिरः भवति खलु तथैव योगिनः मनः अपि तत्र इतः ततः न चरति एकस्मिन् स्थले अस्ति इति कान्सन्ट्रेटेड् आन् द आत्मा तावदेव तत्र उपमानम् इति नाम खलु तस्य उपमानं कृतं तत्र दीपस्य उपमानमस्ति अस्तु महोदय अस्तु समीचीनं भगिनि अस्तु अग्रे शोभ भगिनि आं महोदय यतो यतो निश्चरति इति तत्रापि यतः यतः निश्चरति इति यतः योगः यतः तर्हि परवर्णः हर्ष्वर्णः अतः परे हर्ष्वर्णः तर्हि तत्र ओ उकार किम् उकारादेशः उकारस्य अकार उकारयोः ओकारः तदनन्तरं यतोहि तत्र हश् अस्ति इत्यतः हशि च इत्यनेन उत्तमं तत्र यतो इति भवति पुनः यतो योगः निश्चरति तत्र अपि हश् वर्णः तत्रापि हशि च इत्यनेन उत्तमम् अकार उकारयोः अद्गुणः इत्यनेन ओकारः तदनन्तरं हशि च इत्यनेन किं तत्र पूर्वपर पूर्वरूप एकादेशः अपि भवति न तत्र न भवति क्षमतां तत्र न भवति तयङ्गः पदान्तात् अति इति नास्ति खलु हा तत्र न भवति हा तर्हि तत्र तावदेव यतो यतो निश्चरति इत्येव तिष्ठति यतः यतः निश्चरति इति अस्तु षष्ठाध्याये हा किं तत्र षड्विंशतितमं सूत्रं हा तर्हि यतो यतो निश्चरति मनश्चञ्चलमं मनश्चञ्चलमस्थि अस्थिरं ततस्ततो नियम नियमयितात् ओके एकक्षणं यतो यतो निश्चरति मनः चञ्चलम् अस्थिरं ततः ततः नियम्य एतद् एतद् आत्मनि एव वशं नये इति तर्हि यतः अस्तु द योगी शुड् ब्रिङ्ग् दिस् मैण्ड् अण्डर् द सब्जुगेशन् आफ् द सेल्फ् इट् सेल्फ् by restraining it from all those causes whatever due to which the restless unsteady mind wanders away iti tarhi tatra tatra self iti te the individual self iti bhavati tarhi yatah nischarati whenever the mind wavers मनः निश्चरति निश्चरति मनः चञ्चलम् अस्थिरम् अस्ति ततः ततः तत्र यतः यतः ततः ततः इति उपयुक्तं ततः ततः नियम्य एतद् आत्मनि एव नियम्य इत्युक्ते तत्र रिस्ट्रेनिङ्ग् इति भवति यदा यदा एतादृशं भवति तदा तदा बै यूसिङ्ग् रिस्ट्रेन्मेण्ट् आत्मनि एव वशं नयेत् आत्मनि तत्र आफ् द सेल्फ् इट् सेल्फ् बै रिस्ट्रेनिङ्ग् एतत् फ्रम् आल् दोस् कासस् वाट् एवर् ड्यू टु वाट् एवर् आब्जेक्ट्स् लैक् सौण्ड् एट्सेट्रा the rest very restless mind therefore goes out to its inherent defects so it should be restrained by ascertaining through discrimination those causes to be mere appearances and with an attitude of detachment thus through the power of practice of yoga the mind of the yogi merges in the self itself okay atmani itite tatra परमात्मा एव ऐ मीन् ब्रह्मनेव आत्मनि मर्जस् इट् सेल्फ् इति अस्ति तत्र थ्रू प्राक्टीस्ड् कण्ट्रोल् आफ् द मैण्ड् टु विड्रा फ्रम् आल् द डिस्ट्राक्षन्स् अण्ड् टु ब्रिङ्ग् इट् टु द आत्मा दट् एकाग्रता इन् आत्मा विल् eventually the mind of the yogi merges in the self itself iti dattam asti uttamam this is yoga of meditation mohodaya itse tatra dhyana yoga astu mohodaya anyat class asti mama astu bhagini atreva viramam tarhi tatra shava bhagini bhavati eva tatra shanti mantram vadatu uttam samaya bhagini eto hi tatra we finished P16 धन्यवादः ॐ पूर्णमथ पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णम् आदाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः हरिः ओम् श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः महोदय भगिनि धन्यवादः नमस्कारः नमस्कारः